नमस्कारः. तव्यत्तुमन् पृच्छ् इति करपत्रम् अनुवर्तते. तत्र करपत्रे 7.62 इति यः बिन्दुः वर्तते तस्मिन् नूतन अंशाः वर्तन्ते. तत्र आदिः परस्य इति मन्ये. भगिनी कृपया आरम्भं करोतु भगिनि. अस्तु, वयम् अधुना काशिकायां किं लिखितमस्ति इति आरभ्य पठितवन्तः. न भगिनि, तत्र न यः कृतवन्तः. प्रथममिति वदामः किम् अभवत् गतसप्ताहे भगिनि? आं भगिनि, आरम्भतः एकवारं लघु सारांशरूपेण वदामः किम्? आमाम् इति खलु. तर्हि यङ् प्रत्यात् पूर्वः यः वर्णः सः हल् वर्णः चेत् तव्यत्तुमुन् तृजन्तरूपम् एवम् इति ततः आरभ्य लघुरूपेण वदति वा? अस्तु, इति वार्ता यस्य हल् तस्य अस्ति इदानीं. यङ् प्रत्ययस्य पूर्वं यदि हल् वर्णः अस्ति त य परे अस्ति, तो य इति य तस्य लोप यस्य हल इति सूत्रेण भवति. यस्य हल् सूत्र इति वदति यत् यकार य शब्दस्य लोप भवति आदधातुकप्रत्यये परे. इदानीम् अस्य प्रश्न उदेति यदि यस्य हल् अनेन य शब्दस्य लोप भवति तदानीं यत् यथा वयं लेलिख्य इति उदाहरणं स्वीकुर्मः, य इति शब्दस्य लोप भवति लेलिख् योग इत्यव्य यदि आगच्छति तत्र लेलिखितव्य इति रूपं साधु अस्ति. यदि य शब्दस्य लोप भवति तदानीं पुगन्तलघुपदस्य प्रसक्तिः भवति, तु लेलेखेत् इति लेखेत् व्यति भवति. किन्तु तत्तु इष्टरूपं नास्ति, तत् दोष पूर्वमस्ति तत् रूपं. तु इदानीं किं करणीयं? तु वयं किं कुर्वन्तः, य शब्दस्य यदि लोपं भवति तदनन्तरम् अच परस्मिन् पूर्वविधौ इत्यस्य सूत्रस्य स्थानिवद्भाव अजादेश यत् परनिमित्तकम् अस्ति पूर्वविधौ कर्तव्ये तत् स्वीकृत्य पुगन्तलघुपदस्य इत्यस्य कार्यं बाधितम् अष्टरूपं प्राप्तं. प्रश्न अत्र अस्ति, य शब्दस्य यदि लोप भवति तदानीं यत् अच परस्मिन् पूर्वविधौ अस्ति अस्मिन् अजादेश अस्ति. अजादेश केवलम् एकवर्णस्य एव अजादेशस्थानिवत् भवति. इदानीं य शब्दः यत् अस्ति तत्र यकार अकार वर्णद्वयम् अस्ति, कस्य स्थाने कथम् अजादेश इति स्वीकर्तव्यं? तु इदानीं माता इति वदति यकारस्य एव लोप भवति यस्य हलनेन, तदनन्तरम् अतो लोप आगत्य तत्र अतो लोप अनेन सूत्रेण अकारस्य लोप भवति, तदनन्तरं तृतीयसोपाने अच परस्मिन् पूर्वविधौ आगत्य अजादेश स्थानिवद् भवति पूर्वविधौ कर्तव्ये उगन्तलघुपदस्य सूत्रस्य प्रसक्ति बाधितं भवति. इति यदि भवति तदनन्तरं प्रश्नः आगच्छति इति कथं वयं य शब्दस्य केवलम् अ इति स्वीकुर्मः, य शब्दात् केवलम् अजादेश इति स्वीकुर्मः न तु यकारस्य इति. इदानीं तस्य अन्य व्याख्या यदि सिद्धान्तकौमुद्यां वा काशिकाम् अस्ति तत्र अस्ति यस्येति सङ्घातग्रहणम् एतत् ते लिखन्ति य शब्दस्य लोप भवति किन्तु तदनन्तरम् अन्यपङ्क्तिः अपि अस्ति यस्येति सङ्घातग्रहणम् एतत्. यदि यस्येति सङ्घातग्रहणम् एतत् अस्ति तस्य अर्थं किं भवति? तस्य अर्थम् एतत् अस्ति कि य शब्द यकार उत्तरवती अकार अस्ति तस्य सहितं तिग्रहणं भवेत् तदानीम् एव यस्य हल अनेन यकारस्य लोपः भवति. इति प्रदिष्टम् अन्य उदाहरणं पदमञ्जर्यां दत्तमस्ति, अन्य उदाहरणमस्ति पापच्, पापच् योग यदि पापच् इति पापच्य इति यगन्तरूपम् अस्ति तस्य यदि रुमुल् प्रत्यय योजयामः तद् पापचक इति भवति. किन्तु यदि य शब्दस्य लोप वयं न स्वीकुर्मः यकारस्य एव यदि स्वीकुर्मः तदानीमेव इति रूपम् आप्नुमः. कारणं कि अतो अत उपधायां तस्य बाधा अच परस्मिन् पूर्वविदो इति भवति, यथा वयं लेलिख्य इति कृतवन्तः. यदि इति न कुर्मः तद् अत उपधायां यदि आगत्य तत्र पापाचाक् इति पापाच पापच् पापाच् इति रूपं भवति तत्र, तत् साधु नास्ति. तो इत्यस्य अन्य उदाहरणम् अस्ति. तो इति वयं साधितवन्तः गतसप्ताहे यत् यस्य हल यस्य कार्यं यत् अस्ति केवलं यकारस्य रूपं भवति. द्वितीयमस्ति यकार युक्त अकार भवेत् यस्य हलस्य कार्यं कर्तुं, यदि नास्ति तत्रापि कार्यं न भवति. तो काशिकायाम् अद्य वयं पठामः तस्य दलसार्थक्यं कथम् आगच्छति इति अद्यतनस्य पाठं भवति. तदनन्तरं वयं अपि दृष्टवन्तः यस्य हल यत् य शब्द इति यकार अस्ति य इति यथा रामशब्दवत् य इति तस्य षष्ठीभक्ति यस्य अस्ति. तो इति यदि यकारस्य लोप भवत् भवेत् तत्र यः लोप इति कर्तव्यं, न तु यस्य लोप कथम् इति नास्ति. तस्य अपि समाधानम् अद्य वयं पठामः. यः हल यदि भवेत् तत्र आदि किमस्ति आदिपरस्य, किन्तु तस्मिन् विषये वयं गते सप्ताहे पठितवन्तः खलु भगिनि, वयं सूत्रं न पठितवन्तः साधु. यः हलः न भवति यतोहि तत् सङ्घातग्रहणमिति उक्तं, केवलं सङ्घातग्रहणमपि तस्य पञ्चमी विभक्ति यदि स्वीकुर्मः तदनन्तरं यत् यस्य आदेश हल पञ्चम्याम् अस्ति इति कृत्वा आदिपर हलपञ्चमी अस्ति साधु. हल तस्य समाधानम् आदेपरस्य भवति. यः हल यत् भवति तस्य अत्र सङ्घातग्रहणम् इति न भवति यदि इति भवेत् इति आगच्छति. अपि तत्र तृतीयस्य अतो लोप यदा भवति यकारस्य लोप भूत्वा अतो लोप तत् अस्मिन् सूत्रे निमित्तमस्ति अकारस्य लोप भवेत् अर्धधातुकप्रत्यये परे तु अलोन्त्यस्य इत्यस्य आवश्यकता अपि नास्ति अनेन. तर्हि प्रश्नः उदेति यत् इति ततः आरभ्य पठनीयः खलु नूतन अग्रे तत्र अलोन्त्यस्य तस्य अधो भाग पठामः भगिनि. तत्र अलोन्त्यस्य इति आरभ्य पठामः. प्रश्न उदेति इति साधु भवति भगिनि, तत्र आरभ्य भगिनि तत् आरभ्य. सूर्यकुमारी भगिनी पठति वा? हा भगिनि, प्रश्न उदेति यत् काशिककारस्य च अपरेषां व्याख्यकाराञ्च मनसि कुतः विचारः आगतः? यस्य इति सङ्घातकग्रहणमेतत्. यस्य हलः इति सूत्रे तदर्थमेव यस्य इत्युक्तं न तु यः, नो चेत् यः हलः इति सूत्ररूपं स्यात् तेन यकारस्य एव लोपः इति स्पष्टतया सूचितः अभविष्यत्. किन्तु तद् अकारसहितयकारः भवेत् इति तादृशी सूचना न प्राप्येत. यस्य इत्यस्य कथनेन प्रथमाविभक्त्यौ यः यः इत्यस्य प्रथमाविभक्तौ य इत्येव नाम यकारः एव, किन्तु अनेन इष्टकार्यं सर्वत्र न सिद्ध्यति, अधोभागे प्रदर्श्यते। अपि च यथोक्तम् उपरि यस्य इत्यस्य कथनेन या शब्दः इति अर्थः न भवितुमर्हति, यतोहि तथा अस्ति चेत् अजः परस्मिन् पूर्वविधौ इत्यनेन अजादेशस्य अभावात् स्थानिवद्भव भावः न भविष्यति। यस्मात् गुणकार्यस्य सिद्धत्वात् अनिष्टं रूपम् आयास्यति। अतः यः नोक्तम् इति कृत्वा केवलं सामान्ययकारलोपः अपि नास्ति, यस्य इति उक्तं चेदपि या शब्दलोपः असम्भवः। अनेन पर्यवसितं यत् यस्य इत्यस्य कथनेन तादृशस्य यकारस्य लोपः यः यकारः अकारयुक्तः इति इष्टः अर्धः इति कृत्वा व्याख्यकारैः उक्तम्। यस्य इति सङ्घातकग्रहणमेतत्। विवरणं बृहत् अस्ति। यस्य इत्युक्ते कः, यः इत्युक्ते कः इति चर्चितवन्तः। यः इत्युक्ते यकार एव, अकार विना यकार एव यः षष्ठन्तं भवति। यस्य इत्युक्ते अकारयुक्तः यकारः। यस्य हलः इत्यनेन निमित्तम् अकारयुक्तक यकारः न यकारः। तत्र विशिष्ट अर्थं भवति। यस्य इति सङ्घातकग्रहणं तदर्थं अकारयुक्तक यकारः सङ्घातग्रहणम् इति उच्यते वाक्यकारेण। कार नास्ति चेत् यकार यत्र यत्र अस्ति तत् लोपं भवति। तदर्थमेव अकारयुक्तक यकार एव यस्य हलः इति वर्णयति। पूर्वमेव चर्चितमासीत् खलु, एतदेव पूर्वम् आसीत्, पुनः अत्रापि उक्तवान् इति मन्ये खलु। धन्यवादः भगिनि, अग्रे पठामः। अरुणा भगिनी अग्रिमं पठति। यस्य इति सुलभमेव, व्याकरणविषये अधिकया चर्चितवन्तः। आमामां, किमर्थं यः इति न प्रयुक्तं, किमर्थं यद्यपि अकारस्य लोपः न भवति तथापि किमर्थं यस्य इति प्रयुक्तम् इति गच्छामि भगिनि। धन्यवादः। अरुणा भगिनी क्षम्यतां, विमला भगिनी पठति वा? क्षम्यतां, केवलं शृणोमि भगिनि। अस्तु भगिनि, ज्वरः अस्ति वा? अस्तु भगिनि, कृपया विरमतु भगिनि यावत् शक्यम्। तर्हि अहं पठामि वा? अग्रे तत्र अलोन्त्यस्य इत्येतद् न भवति, अतो लोपः इत्यनेन एव तस्य सिद्धत्वात्। यस्य हलः इति सूत्रे यस्य इति षष्ट्यन्तं पदं, तदर्थं सूत्रे यस्य लोपः इत्यनेन इत्यस्य कथनेन अलोञ्चस्य इत्यनेन यकार उत्तरवर्तिनः अकारस्य एव लोपः भवति स्म, किन्तु अस्य आवश्यकता नास्ति यतोहि अतो लोपः इत्यनेन अकारलोपः शेष्यति। अतः उक्तं यत् अतो लोपः इत्यनेनैव तस्य सिद्धत्वात् अलोञ्चस्य इत्येतत् न भवति इति। तदेव यत्र यस्य हलः अत्र यस्य इति षष्टविनिर्देशात् तस्य स्थानिवद्भाव भवति इति कृत्वा अलोञ्चस्य प्रसक्तिः अस्ति अत्र। परन्तु उक्तं यत् तत् कार्यम् अतो लोपः इत्यनेनैव सिद्ध्यति, तस्मात् अलोञ्चस्य इत्यस्य आवश्यकता नास्ति। अपि च यदि अलोञ्चस्य इति कार्यं करोति तर्हि केवलम् अकारलोपः एव भवति, यकारः तथैव तिष्ठति इति इत्यनेन अलोञ्चस्य इति अत्र कार्यं न करोति। तदा काशिकायां दत्तमस्ति यत् हल इति वा पञ्चमी निर्देशः, तत्र आदेः परस्य इति यकारः अनेन लुप्यते। अत्र उच्यते यत् यतोहि हलः इति कार्यस्य निमित्तं पञ्चमी विभक्तौ अस्ति, तदर्थं लोपः यः विधीयते सः केवलम् अग्रिमभागस्य पञ्चमवर्णस्य स्थाने भवति। अत्र बोध्यं यत् वा इत्यस्य कथनेन सूत्रार्थविकल्पः इत्यस्य इङ्गितं नास्ति इति मात्रा उक्तम्। अत्र केवलं यस्य हरः इत्यस्य यः एकः एव अर्थः, यत् यकारस्य एव लोपः न तु य शब्दस्य, तस्य प्रतिपादनार्थम् इतोपि एकः मार्गः अयम् इति अस्ति। हलः इति पञ्चमी निर्देशः भवति, तत्र आदेः परस्य इति सूत्रम् आगत्य कार्यं करोति, येन यस्य इत्यस्य प्रथमवर्णस्य लोपः भवति। हलः इति कार्यस्य निमित्तं पञ्चमविभक्तौ अस्ति, तेन कारणेन तत् यत्किमपि कार्यं विधीयमानः तस्य पश्चात् भवति, इत्युक्ते पञ्चमनिर्देशात् तस्माद् उत्तरस्य इति अस्ति इति कारणेन। अत्र केवलं यस्य हलः इत्यस्य यः एकः एव अर्थः अस्ति, यत् केवलं इत्यस्य यकारस्य लोपः भवति इति उक्तम्। भगिनी अग्रे पठति किं किम् आदेः परस्य इति पठनीयम्? आं भगिनि, आदेः परस्य पञ्चमी निर्दिष्टात् निमित्तात् विद्यमानशब्दः उक्तः आदेशः तस्य शब्दस्य प्रथमवर्णस्य एव स्थाने भवति। परस्य यद्विहितं तत् तस्य आदेर् बोध्यम् इति सिद्धान्तकौमुदी, परिभाषासूत्रम् एतत्। इदं सूत्रं तस्मादित्युत्तरस्य इति नियमयति। तस्मादित्युत्तरस्य इत्यनेन यावत् अस्ति तत् परं तत्सर्वम् इति सूचयति। आदेः परस्य इत्यनेन उच्यते यत् केवलं परभागस्य प्रथमवर्णस्य कार्यम् इति। स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः, अलोन्तस्य इत्यस्मात् अलः इत्यस्य अनुवृत्तिः। अनुवृत्तिसहितसूत्रं परस्य आदेः अलहस्थाने, परस्य इति आदेः परस्य, तत्र किम् अस्ति आदेः कथं हल् पञ्चमी विभक्त्यां निर्दिष्ट अस्ति, तस्य परे यत् अस्ति तस्य प्रथमवर्ण आदौ यत् अस्ति, किन्तु अत्र हल् इति न उक्तमस्ति खलु, अत्र अत्र आदेः हलः इति उक्तं खलु, तत् हलः पञ्चमी निर्दिष्टमस्ति, तेन कारणेन उक्तं यत् तस्मात् इति उत्तरस्य इत्यति इति पूर्ण यस्य इत्यस्य लोपः भवेत्, परन्तु आदेः परस्य इत्यनेन केवलं तत् यस्य पश्यामि, किन्तु सूत्रस्य प्रतिपादनं कथम् आदेः परस्य इति, अत्र परस्य इति कस्य परस्य इति न उक्तमस्ति खलु, पञ्चमे अनिर्दिष्टं तस्य पञ्चमे अनिर्दिष्ट पञ्चमे किन्तु यस्मादिति उत्तरस्य इत्यस्य अनुवृत्तिः अस्ति वा इति मम प्रश्नः महोदयेन न उक्तमस्ति खलु अनुवृत्तिः न परन्तु तत् अत्र लिखितं यतोहि यदि पञ्चमे निर्देशे अस्ति उत्तर तस्य उत्तरं किम् अस्ति तस्य एव लोपः भवेत् इति परन्तु तस्मादिति उत्तरस्य यदि स्वीकुर्मः चेत् पूर्णय शब्दस्य लोपः भवेत् यकार अकारयोः लोपः भवेत् सामान्यतः सूत्रस्य अनुवृत्तिसहितसूत्रं सूत्रसहितम् अस्माभिः उच्यते खलु पूर्ण अर्थः तेन सञ्जायते नूतनशब्दानाम् आगमनं न भवति यदि अस्ति चेत् अनुवृत्तिः भवति किन्तु अस्मिन् सूत्रे तस्मादिति उत्तरस्य इति किमपि अनुवृत्तिः नास्ति किन्तु किन्तु नियमयति इति महोदय नियमति इति आदेः परस्य नियमयति यतोहि पञ्चमे निर्दिष्टात् तस्य परं किमपि कार्यं भवेत् तत् पूर्णशब्दस्य भवेत् परन्तु आदेः परस्य इति तत् नियमयति यत् पूर्णतया य इत्यस्य लोपः न भवति तत् शब्दस्य आदिमवर्णः यत् यकारः अस्ति तस्य एव लोपः भवति इति आदेः परस्य सूत्रं तत् नियमयति इति तेन उक्तम् भगिनी नियमसूत्रस्य परिभाषा किम् अस्ति इति सिद्धे सति आरभ्यमाण विद्धि साधु विद्धि नियमति इति त्री सिद्धे सति अत्र तस्मात् उत्तरे सिद्धे सति आगच्छति तस्मिन् नियमति इति तस्य नियमः अस्ति आदौ प्रथमवर्णस्य एव लोपः भवेत् न तु तस्य उत्तरस्य अन्य लोपः भवेत् पूर्णशब्दस्य लोपं न भवेत् परन्तु केवलं परस्य आदिमवर्णस्य परे स्थितस्य शब्दस्य आदिमवर्णस्य एव लोपः भवेत् इति आदेः परस्य वदति अन्यथा तस्मादिति उत्तरस्य इति यत्रिवर्ण्यम् अनुवृत्तिरूपेण यद्यपि न अनुवृत्तिः नास्ति किन्तु नियमयति इति कृत्वा अनुवृत्तिरूपेण स्वीकर्तव्यं वा तदा एवं भवति खलु निर्दिष्टात् तस्मात् उत्तरस्य उत्तरस्य इत्युक्ते परस्य परस्य आदेः आदेः वर्णस्य तस्य शब्दस्य प्रथमवर्णस्य एव स्थाने अलः स्थाने इति भवति खलु प्रथमवर्णस्य स्थाने भवति तस्मादिति उत्तरस्य इत्यस्य पूर्णतया अनुवृत्तिरूपेण स्वीकुर्मः चेत् पूर्ण अर्थस्य अवगमनं भवति खलु सूत्रार्थं लिखितुं शक्नुमः तर्हि निर्दिष्टात् तस्मात् उत्तरस्य नो चेत् परस्य आदेः अलः स्थाने अवगच्छामि भगिनि अहं चिन्तयामि येन विधि तदन्तस्य अलो अन्तस्य तदेव तस्मादिदुत्तरस्य आदेः परस्य इति वक्तुं शक्नुमः खलु न अलोन्त्यस्य कथं कार्यं करोति इति आदौ अस्ति अलोन्त्यस्य अन्तिमवर्णस्य लोपः भवति अत्र प्रथमवर्ण आदे परस्य अस्ति न तु अलो स्वलोन्त्यस्य कार्यं न कर्तुं शक्नोति अत्र यचित् अपवादः अस्ति अलोन्त्यस्य आदिपरस्य सदा न मम चिन्तनं येन विधि तदन्तस्य इत्युक्ते पूर्ण अङ्गस्य अलो अन्तस्य इत्युक्ते अन्तिमवर्णस्य एव तदन्तस्य इति ग्रहणं ग्रहणस्य कार्यं करोति येन विधि तदन्तस्य इति अलोन्तस्य इति यस्मिन् कार्यं सम्भवति तद्वदति अलोन्तस्य इति अन्तिमवर्णस्य लोपः इति येन विधिस्तदन्तस्य इति सूत्रेण विधिः या विधिः जायते तस्य ग्रहणं कुत्र कुत्र भवति इति येन विधिस्तद् तत्तु भिन्नमस्ति खलु अलोन्तस्य इति साक्षात् यत्र कार्यं सम्भवति तत्तु अलोन्तस्य इति गृह्यते किन्तु अत्र तु अलोन्तस्य इति अपवादत्वेन एव आयाति तत्र साक्षात् पश्यति चेत् सूत्र अलोन्तस्य इत्यस्य अनन्तरं तस्य अपवादः अस्ति निच्च इति तदनन्तरं तथा यथा निच्च इति अपवादं भवति तथा एव आदेः परस्य इति अपि सूत्रमपि अलोन्तस्य इत्यस्य अपवादः भवति पञ्चमी निर्देशात् मम अहं किमर्थं किञ्चित् पृष्टवती इत्युक्ते तत्र पञ्चमी निर्देशात् इति अनुवृत्तिसूत्रे पञ्चमी निर्देशात् इति नास्ति खलु तत् अस्ति चेदेव पूर्णतया सूत्रावगमनं भवति खलु. तर्हि अस्माभिः स्वीकर्तव्यं. तदर्थं महोदय साक्षात् न स्वीकृतवान्. किमर्थम् इत्युक्ते अनुवृत्तिरूपेण तत्र अध्यायस्य प्रथमपादे वर्तते तस्मादिति उत्तरस्य इति सूत्रम्. एतत् सूत्रं तु षष्ठाध्यायस्य चतुर्थे पादे वर्तते इति कृत्वा साक्षात् अनुवृत्तिः कर्तुं न शक्यते इति कृत्वा एव महोदय अत्र नियमयति इति उक्त्वा. किन्तु सूत्रार्थं यत्र वदामः तत्र तु यदि वयं स्वीकुर्मः किम् अस्ति निर्दिष्टात् तस्मात् परस्य आदेः अलः स्थाने इति स्वीकुर्मः चेत् तत्र पूर्णतया अर्थः अवगम्यते खलु इति कृत्वा. किन्तु कुत्र यथा भवती उक्तवती षष्ठमाध्यायः अस्ति तस्मात् उत्तरिष्यति प्रथमाध्यायः अनुवृत्तिः न कर्तुं शक्नुमः तदा व्याख्यान एव शरणं भवति साधु. हा सत्यं भगिनि व्याख्या नो चेत् कथं जानीमः खलु विद्याभगिनी बहुवारं वदति वर्गे व्याख्यानमेव शरणं व्याख्यान एव शरणं. सत्यम् अर्थविधा अत्र सूत्रे काशी अत्रापि अष्टाध्याय डाट् काम् मध्ये लिखितम् अस्ति. अस्मिन् सूत्रे पूर्वतमसूत्रात् निर्दिष्टे इति शब्दः अनुवर्तते स च उत्तरस्य इत्यनेन सह अन्वेति इति निर्दिष्टे उत्तरस्य इति अत्र व्यवसायरूपेण विद्यमानस्य उत्तरस्य इति निर्दिष्टे उत्तरस्य इति तत्र निर्दिष्टात् इति परि किं भवति तत्र अहं तथा स्वीकर्तुं शक्यते खलु. निर्दिष्टे इति वयं स्वीकुर्मः चेत् विभक्तिपरिणामं कृत्वा निर्दिष्टात् इति स्वीकर्तुं शक्यते. अत्र महोदय सूत्रसङ्ख्या दोषवत् अस्ति अत्र आदिपरस्य. आम् आम् आम् तस्य दोषः अस्ति. आमां 1154 वर्तते खलु 1154 तस्मात् इति उत्तरे तु 67 भवति. स जानाति केन. अस्तु तर्हि अत्र अष्टाध्याय डाट् काम् मध्ये एवं लिखितमस्ति निर्दिष्टे इति शब्दस्य अनुवृत्तिः भवति इति. निर्दिष्टे इति कस्मिन् सूत्रे आयाति इति पश्यामः. कुत्रचित् पूर्वम् आगच्छति इति मन्ये. तर्हि निर्दिष्टे इति स्वीकृत्य वयं वदामः चेत् तदा तु विभक्तिपरिणामं कृत्वा निर्दिष्टात् इति स्वीकरणीयं भवति. तथा भवति निर्दिष्टात् परस्य इति. किम् यत्र परम् इति शब्दः आयाति इत्युक्ते तत्र निर्देशः पूर्वं तत्र पूर्वं भवति खलु पञ्चमी भवति. तर्हि निर्दिष्टात् इति स्वीकर्तुं शक्यते. अन्यत् किमपि अस्ति वा इत्युक्ते अष्टदेव्यकां मध्ये अन्य किमपि उक्तमस्ति वा इति पश्यन्ति. अग्रे सरामः अस्तु मम क्रमः चिन्तयामि. अस्तु अग्रे काशिकायाम् उक्तं यत् सङ्घातग्रहणं किम् ईष्यता मवीयता. अत्र ईष्यधातु मव्यधातु योगः क्विस् प्रत्यय ईष्ययोग इत्र यदि यस्य हल इत्यनेन हल् वर्णात् आर्धधातुके परे यकारलोपः भवति तर्हि यकारस्य अत्र अपि लोपः भविष्यति यः अनिष्टः. तस्य निवारणार्थम् उक्तं यस्येति सङ्घातग्रहणम् एतत् इति. अनेन अवगम्यते यत् यः यकारः अकारसः तस्य एव लोपः भवति हलः आर्धधातुके. इदानीं काशिकायाम् उदाहरणं दत्तमस्ति ईष्यता मव्यता इति द्वयं त्रिजन्तरूपम् अस्ति धातो ईष्य या मव्य. इदानीं ये धातुद्वयम् ईष्यमयं मव्य तत्र यकार अन्ते अस्ति किन्तु यकार सत् अकार नास्ति, अतः यदि ईष्य मव्य इति योग इत्तव्य वा इत्र भवति तत्र इत्र यदि अस्ति तत्र ईष्यता मव्यता अस्ति, अत्र यस्येति सङ्घातग्रहणम् एतत् तस्य कार्यम् एव नास्ति इति तस्य यस्य हल यत् अस्ति तत्र यकारसहित अकारस्य एव ग्रहणं भवति अनेन यस्येति सङ्घातग्रहणम् अनेन उक्तवात् इति तस्य प्रूफ् अस्ति, किम् अस्ति तस्य उदाहरणं स्पष्टीकरोति यस्य हलनेन यकारस्य लोपः भवति यदि यकारयुक्त अकार अस्ति द्वितीयं काशिकायाः अन्तिम अंश अस्ति हल इति किं लोलुयिता पोपूयिता अनेन बोध्यं यत् यकारात् प्राक् हल् वर्णः नास्ति चेत् यकारः लोपो लोपः न भवति इति लोलुययोग इत्र पोपूययोग इत्र लोलुयता पोपूयता इति भवति तत् पोपूयिता पोपूयिता इति अत्र लोलूय पोपूय तत्र वयं दृष्टवन्तः पूर्वम् इति अजन्त अङ्गम् इति अत्र यकारस्य पूर्वम् इति तत्र हस्यस्य हलस्य कार्यं न भवति, यस्य हलस्य हल् इति सूत्रस्य निमित्तमस्ति हल् परे य शब्दस्य लोपः भवति आर्धधातुक यदि परे अस्ति, तो इदानीं लोलूय पोपूय अत्र यकारस्य पूर्वम् उकार अस्ति इति अचुवर्ण अस्ति अतः हल्वर्ण नास्ति यस्य हलस्य निमित्तं नास्ति, प्रसक्तिः न भवति, प्राप्तिः अपि नास्ति इति हल् इति किं हल् इति यस्य हल् इत्यस्य दलशासक्यं दत्तमस्ति अत्र अत्र अतो लोपकार्यं करोति साधु यत् वयं पूर्वं दृष्टवन्तः पोपूययोग अत्र अग्रे अहं पठामि अन्य कोऽपि अन्य को पठति अस्तु अहं पठामि भगिनि अत्र प्रश्नः उदेति यत् यस्य हलः इति सूत्रेण यशब्दस्य लोपः भवति यकार अकारयोः चेत् लाघवं भवति अतो लोप इत्यस्य अनावश्यकत्वात् तदर्थम् अच परस्मिन् पूर्वविधौ इत्यनेन यः लोपः अजादेशः उक्तः तस्य अजादेशत्वं यशब्दलोपे स्वीकर्तव्यम् अनेन तस्य स्थानिवद्भावः अपि भविष्यति लाघवमपि भविष्यति नो चेत् लेलिख्य इतव्य इति स्थले यशब्दलोपानन्तरं लेलिख् इतव्य पुगन्तलघुपतस्य च इत्यनेन उपधायां स्थितस्य लघु एकः गुणः भविष्यति अतः लेलेखितव्य इति अनिष्टरूपं जायेत तर्हि अजादेशत्वं यशब्दलोपे स्वीकर्तव्यम् इति मातृभिः पृष्टं तथा भवितुमर्हति वा इति ताभिः प्रतिपादितं यत् भाष्यकारैः प्रदर्शितं यत् अनेकैः कारणैः अचः परस्मिन् पूर्वविधौ इति स्थले अजादेश इत्युक्ते एक एव अच्वर्णस्य यः आदेशः अच्युक्त हल्वर्णः चेत् अथवा अच्युक्त अच्वर्णः चेत् अजादेश स्वीकर्तुं न शक्यते एकस्मिन् वर्गे शुकवन्यमहोदयेन उक्तमासीत् किमर्थं यस्य हल इत्युक्ते यशब्दलोपेन पूर्ण य अतोलोप इति अजादेश तथा तस्मिन् एव न घटितमिति तेन कारणेन यः प्रश्नः आगच्छति यदि अजादेशत्वं यशब्दलोपे स्वीकर्तव्यं तर्हि लाघवमपि भविष्यति इति परन्तु माता उच्यते यत् विविधैः भाष्यकारैः प्रदर्शितं यत् अचः परस्मिन् पुरोधि इति स्थाने अजादेशः एव अस्ति परन्तु हल् सहित अच् अथवा अच् सहित अच् वर्णस्य अजादेशः इति स्वीकर्तुं न शक्यते इति अस्य परः तत् उदाहरणमस्ति भव्या भगिनी भवती पठति किम् आं भगिनि अत्र सूर्यकुमारी भगिनी अपि अस्ति अस्तु अस्तु हा एतत् अस्माभिः न कृतं वर्गेण कृतं, परन्तु वयं कुर्मः अत्र क्लास् पङ्क्तिद्वयं कुर्मः वा? न न, पूर्णतया परिच्छेदं कुर्मः भगिनी, भवत्याः भवत्याः साहाय्यम् इष्यते. भाष्यकारैः प्रमाणत्वेन अनेकानि उदाहरणानि दत्तानि, अत्र एकं विंशति, विंशतेः पूर्णम् इति अर्धे विंशति शब्दात् तस्य पूर्णे इत् इत्यनेन इत् प्रत्ययः विंशति योगः इत् शकारस्य उच्चारणं विंशति विंशति विंशति सा नास्ति षष् विंशति शिवश विंशति योगः इत् अनुबन्धलोपानन्तरं विंशति योगः आ अस्मिन् प्रत्यये परे विंशति इत्यस्य यचिभम् इत्यनेन भासंज्ञा भवति, तदा विंशतेः दिति भगिनि डट् आसीत् खलु डिति दित् ओके इत्यनेन भासंज्ञकस्य विंशति शब्दस्य ति इत्यस्य लोपः विंश योगः आ अतो गुणे इत्यनेन पूर्वपरयोः पररूपम् एकादृशः विंश इति शब्दः. बहूनि सन्ति विंशति शब्दे पूरणम् इति अर्थे विंशति शब्दात् तत्र पूर्णप्रत्यान्तः इति मन्ये, अत्र पूर्णम् इति पूर्णप्रत्यान्ताः सन्ति खलु प्रथमः द्वितीयः, तर्हि विंशतिशब्दस्य पूर्णप्रत्यान्तशब्दः कः? एकम् इत्यस्य प्रथमः, द्वे इत्यस्य द्वितीयः, त्रीणि इत्यस्य तृतीयः, तथा विंशति इत्यस्य विंशः इति अस्ति खलु. तस्यैव अत्र विवरणं जायते, विंशः इति कथं वयं प्राप्नुमः इति, कथं प्राप्नुमः इति. तर्हि विंशः इति शब्दः प्रथमं विंशति इति अस्माकं प्रातिपदिकम् अस्ति, तस्मात् विंशतेः पूर्णं अधुना पूर्णप्रत्यान्तः अस्ति खलु तत्र जातः इति कृत्वा पूर्णम् इति अर्थे, तस्य पूर्णे किम् अस्ति डट् इति इति सूत्रमस्ति, पूर्णप्रत्यान्तानां कृते डट् डट् इति प्रतीयते, तथा विंशतियोगः डत् इति कृत्वा तत्र टित् भवति खलु, तत्र किं केन सूत्रेण भवति, चुटु इति सूत्रं खलु, अत्र क्षम्यताम् अत्र तु हलन्त्यम् इत्यनेन विपजयति खलु टकारस्य संज्ञा, तदनन्तरं चुटु इत्यनेन डकारस्य डकारस्य अपि संज्ञा भवति इति केवलम् अवश्यते. तदा किं भवति, अधुना यचिभम् इति सूत्रेण भसंज्ञा भवति. यचिभम् इति सूत्रं किं वदति, यदि सूत्रमहं पुनः पठामि, असर्वनामस्थानसंज्ञके यकारादौ अजादौ वा स्वादिप्रत्यये परे प्रकृतेः भसंज्ञा भवति इति. अहं एवं मन्ये असर्वनामस्थानके अजादौ वा स्वादिप्रत्ययः वा च स्यात् प्रायः, वयं न जानीमः स्वादिप्रत्ययः कः इति. तर्हि अत्र तु अस्ति इति तद् कश्चन एषु प्रत्ययेषु कश्चन प्रत्ययः अस्ति इति कृत्वा तत्र भसंज्ञा भवति इति उक्तम्. अस्तु, इति कृत्वा भसंज्ञा भवति. तदा किं भवति, अन्यसूत्रमस्ति तिविंशते डिति इति, सूत्रं वदति भसंज्ञकविंशतिशब्दस्य ति इत्यस्य डित् प्रत्यये परे लोपः भवति इति. अधुना डित् अस्ति प्रत्ययः, विंशतिप्रातिपदिकम् अस्ति, विंशति अङ्गम् अस्ति, भसंज्ञकविंशति विंशति अङ्गम् अस्ति, त तदा तु तस्य ति इति भागस्य लोपः जायते इति कृत्वा ति इत्यस्य लोपं भूत्वा विंशयोगः अ इति अवशिष्यते. तदनन्तरम् अतो गुणे इत्यनेन पूर्वपरयोगः एकादेशः भूत्वा विंशः इति शब्दं प्राप्नुमः वयं, पूर्णप्रत्ययान्तशब्दः. अस्तु अग्रे पठति वा. अत्र ति लोपः भवति इत्यत्र तकारः योगः इकारः वर्णद्वयस्य लोपः. अत्र अचः परस्मिन् पूर्वविधौ इत्यनेन ति लोपः अजादेशः इति स्वीक्रियते चेत् विंशः इति रूपं न लभ्यते, यतोहि विंशयोगः ति योगः इति भवति. अतो गुणे इत्यस्य प्रसक्तिः तदा न भवति. तानिवत् अतो गुणे इति किम् इत्यस्य प्रसक्तिः न भवति. अतो गुणे इति कार्यं किं वदति, अतः अङ्गात् गुणवर्णे परे एक पूर्वादेश गुणवर्ण आदेश भवति, गुणवर्णादेश. विंश तदा नास्ति इति, विंशयोगः ति योगः अ इति एव तिष्ठति. किमर्थं किमर्थम् इत्युक्ते अतो गुणे इत्यस्य प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते अतो गुणे इति अधुना पूर्वविधिकार्यम् अस्ति वा? अतो गुणे इति का सूत्रम्? ति इत्यस्य लोपः जातः, ति इत्यस्मात् पूर्वं यः वर्णः अस्ति पूर्वपरयोगस्थाने इति उक्तमस्ति इति कृत्वा प्रायः पूर्वविधिः इति स्वीकर्तुं शक्यते इति वा? अत्र विंशयोगस्य अकार विंशस्य अकार पूर्वविधिः अस्ति खलु इति कृत्वा पूर्वविधिः इति स्वीकुर्मः. तदा तु पूर्वविधिकर्तव्ये अजादेशः स्थानिवद् भवति. इत्युक्ते अति इत्यस्य स्थाने यः लोपादेशः जातः सः लोपादेशः तीवत् तिष्ठति, तीव दृश्यते अतोगुणे इत्यस्य दृष्ट्या. तदा तु अतोगुणे इति सूत्रस्य दृष्ट्या विंशयोगः ति योगः अ इति अस्ति इति कृत्वा अतोगुणे इत्यस्य कार्यं न भवति, प्रसक्तिः प्राप्तिः न भवति. अथवा अजादेशत्वेन इकारः एव स्वीक्रियते चेत्, यदि वयम् अति इति पूर्णतया लोपादेशः इति न स्वीकुर्मः, अच केवलम् अचुवर्णस्य एव वयं तत्र स्वीकुर्मः चेत् विंशयोगः ई योगः अ इति अस्ति. अतो गुणे इत्यनेन ई योगः अ इत्यस्य किं भवति, अ इति भवति खलु अतो गुणे इत्यनेन गुणवर्णकः वर्ण, किन्तु अतः अङ्गं नास्ति खलु, तदपि न स्वीकर्तुं शक्यते. अस्तु, तथा तु एवं वदति अतो गुणे इत्यनेन तदपि नास्ति खलु, ई इति गुणसंज्ञकवर्णः अपि नास्ति, अयादेशः भवति खलु न. महोदयेन अत्र उक्तम् अतो गुणे इत्यनेन विंशि भवति, अकार इकारयोः इकारः भवति इति उक्तवान्, तत् न भवति पररूप एकादेश किल न, किन्तु गुणवर्णे परे खलु, गुणवर्णः तु इकारः गुणवर्णे नास्ति. अतः अतः अङ्गात् परः गुणवर्णः नास्ति. यदि आयोगः इ इति स्वीकुर्मः चेत् अनन्तरं द्वितीयभागः ई योगः इति स्वीकुर्मः चेत् तदपि न भवति. किमर्थम् इत्युक्ते ई इति अतः अतः अङ्गं नास्ति, अतो लोपः भवति. अपद विंश अपदान्त अस्ति खलु, किं भगिनि विंश अपदान्त अस्ति वा? पदा अपदान्त अस्ति चेत् अतो लोपः चेत् अकारलोपः भवति. न, अत्र तु अतोल महोदयेन अतो गुणे इति निवृत्तमस्ति खलु, अतो गुणे इत्यस्य प्रसक्तिः प्राप्तिः न भवति. विंशयोगः इति तदपि न भवति, अनिष्टं रूपमेव प्राप्नुमः. चिन्ता नास्ति, तद् कार्यं तु न भवति. प्रायः भवन्तः वर्गे महोदयं पृच्छतु अतो गुणे इत्यस्य कार्यम् अत्र न भवति. किमर्थमित्युक्ते विंशयोगः इ इत्यस्मिन् गुणवर्णे परे नास्ति इति कृत्वा तदपि न भवति. तदनन्तरं विंशयोगः ई प्लस् अ इति स्वीकुर्मः चेत् तदपि न भवति खलु. अस्तु, पश्यामः. अतः कथञ्चित् अपि अस्यां दशायां यत्र एकमेव अचुवर्णः त्यक्त्वा वर्णद्वयम् अस्ति तत्र अधः परस्मिन् पूर्वविधौ इत्यनेन अजादेशः न स्वीकर्तव्यः इति उक्तमस्ति, अनिष्टं रूपं प्राप्नुमः इति. तदवगतं खलु? पुनः सरला भगिनी भवत्याः क्रमपि च अन्यत् उदाहरणं पठनीयम्. स्थूल दूर युव ह्रवस्व शी प्रक्षुद्राणां यणादिपरं पर्वस् पूर्वस्य च गुणः. स्थूल दूर युव ह्रस्व क्षिप्रशुद्र इत्येषां यणादिपरं लुप्यते. इष्ठ इमन् इयस् इत्येषु प्रत्ययेषु परेषु पूर्वस्य च गुणो भवति. एते परिगणिता शब्दाः सन्ति, स्थूल दूर युव स्वस्य प्रशुद्र. एतेषां यणादिपरं लुप्यते. यणादिपरं मीन्स् यण् सन्धि भूत्वा तदनन्तरं भगिनि यणादिः यण् प्रत्याहारयत्री इति भवति वा? ओ यणादि यण् प्रत्याहारे कि गुणा प्रत्याहारे वर्णाः सन्ति यव अस्तु. यणादि परं लुप्यते यदि प्रत्या इष्ट इम इयस् परे सन्ति तद् परेषु पूर्वस्य च गुणः अपि भवति. उदाहरणमस्ति स्थूलयोग इष्ठन् इति सूत्रेण इत्यनेन यणादि लुप्यते. तु ल ल स्थूल न आरभ्य अन्ये अवशिष्टाः सर्वे वर्णाः लुप्यन्ते इति. स्थूल इत्यस्मिन् यण् शब्दः तु लकारः अस्ति, लकारः अस्ति, यणादि लप्यते इति कृत्वा लकारात् आरभ्य सर्वे वर्णाः, अत्र तु लकारः अकारः इति वर्णद्वयं लुप्यते. इत्यस्य लोप लस्य लोप स्थु इति अवशिष्यते योग इष्ठन् तदा तेन एव सूत्रेण गुणः भवति. स्थु इति ओ स्थो योग इष्ठ भवति. नकारस्य संज्ञा हलन्तनेन एचो वयावयनेन स्थविष्ठ इति रूपं भवति. यदि सूत्रेण किं भवति, यदि स्थूलदूर इति ये शब्दाः सन्ति तेषाम् अन्ते यणप्रत्याहारे ये वर्ण एकं वर्णः अस्ति यथा ल र व र इति प्रचारे ये वर्णाः सन्ति तेषां लोपः भवति. इष्ट इमन् यस् इति प्रत्ययः अवशिष्टाः वर्णाः अपि लुप्यन्ते इति. यन् आरभ्य अवशिष्टाः वर्णाः लुप्यन्ते. ओ यन् आरभ्य स्टार्टिङ्ग् फ्रम् यन् शब्दः लेटर् दट् कम्स् आफ्टर् गेट्स् ड्राप्ड्. अस्तु, अत्र तु लकारः परं लुप्यते. अस्तु, अस्मिन् धारणे केवलं ल अस्ति अपि साधु इदानीम् अवगच्छामि. अस्तु, तदनन्तरं गुणः अपि भवति. गुणभूता सन्धिकार्यं यथासङ्गं तथैव भवति. अत्र अजादेशत्वं लशब्दलोपे स्वीक्रियते चेत् तस्य स्थानिवद् भावः भवति. तर्हि स्थो योग इष्ठ गुणादेश तु भवति स्थूलदूर सूत्रेण, परन्तु स्थो योग इष्ठ अधुना स्थानिवद् भावः भवति ल इति एकादेशस्य. अतः स्थो योग ल योग इष्ठ एचोवयाव इत्यस्य कार्यं न भवति. अस्य स्थविष् इति रूपं न लभ्यते. अतः यत्र एकमेव अच् वर्णं त्यक्त्वा वर्णद्वयम् अस्ति तत्र अच् परस्मिन् पूर्वविदो इत्यनेन अजादेशः च स्थानीवद्भावः च न स्वीकर्तव्यम्. सो इदानीम् अद्य अन्य उदाहरणं दत्तमस्ति, यदि वयं वर्णद्वयं स्वीकुर्मः तत्र अच् परस्मिन् पूर्वविदौ इत्यस्य कार्यं न भवति. कारणं कि अजादेशः केवलम् एकवर्णस्य एव भवति. यदा इदानीं स्थूल इति शब्दः स्वीकृतवन्तः तत्र ल इत्यस्य लोपः भवति लकारयुक्त अकारद्वयोः वर्णयोः लोपः अस्ति किन्तु यदि अच परस्मिन् पूर्वविधौ यदि इति स्वीकुर्मः तत्र यदि ल इति पूर्णशब्दस्य स्थानीवद्भाव भवेत् तत्र इष्टरूपं न आगच्छति कारण केचो वयावयस्य सन्धिकार्यम् एव न भवति ओकारपरे ल शब्दः अस्ति अतः इति साधितं भवति अच परस्मिन् पूर्वविधौ अनेन अजादेश स्थानीवद्भाव न स्वीकर्तव्यं यदा एकमेव अचुवर्ण भवेत् केवलम् एकमेव अचुवर्णस्य अधिका अनेका सन्ति तत्र न करणीयम् इति आहत्य यस्य हल इति सूत्रेण आर्धधातुकप्रत्यये परे हल् उत्तरस्य य शब्दस्य लोपः नास्ति अपि तु यकारस्य एव तदा अतो लोपः इत्यनेन अदन्तरङ्गस्य अश्वकारलोपः भवति आर्धधातुके प्रत्यये परे अनेन च अचः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तिकः अजादेश स्थानिवद् भवति यस्मात् ले लिख्य योग इत्यव्य इति स्थले अनिष्टगुणकार्यं न भवति इष्टं रूपं च ले लिखितव्य जायते तो इदानीम् इति साधितमस्ति अनेन द्वय उदाहरणं द्वयं यत् वयं दृष्टवन्तः एक स्थूलदूर अन्यम् अस्ति विंशति योग तस्य पुणे डट् प्रत्ययनेन अच परस्मिन् पूर्वविधौ केवलम् एकवर्णस्य एव अजादेश कर्तव्यं न तु द्वयस्य यस्य हल अपि यत् अनेन सूत्रेण केवलं यकारस्य एव लोपः भवति न तु पूर्ण य शब्दस्य लोपः भवति यदि य शब्दस्य लोपः भवति तदनन्तरम् अच परस्मिन् पूर्वविधौ इति कार्यं न भवति य शब्दस्य स्थाने अजादेश न कर्तुं शक्नुमः अतः यकारस्य एव लोपः करणीयं यदि यकारयुक्त अकारस्य तदनन्तरम् अतो लोपः तदनन्तरम् अच परस्मिन् पूर्वविधौ तदनन्तरम् एव इष्टरूपस्य प्राप्तिः भवति अस्तु भगिनि जातम् अवगतं भगिनि आम् तावदस्ति खलु आमां तावत् अस्ति भव्य भगिनि समय अस्ति चेत् मया यत् चाट् मध्ये प्रेषितं तत् भगिनि अस्य प्रतिपादनम् एकादेशविकृतम् अनन्यवत् आं भगिनि किं कृतवन्तः वयं यत् भूयोगः एकनिमिषं भूयोगः इस्य योगः ति इति स्वीकरोतु तदा किं भवति तत्र इकाः इडागमः भवति खलु भू स्य प्रत्ययपरे आम् अस्तु इडागमः अस्तु आम् फलादेः इति इडागमः जायते अधुना भूयोगः ई योगः ई इत्यस्य भवि इति भू जायते खलु केन सूत्रेण गुणकार्यं पुगन्तलघुपदस्य च तदनन्तरं क्षम्यतां सार्वधातुकार्धातुकनन्तरम् एचोयवायावः इति भवि इति भवति भो भूत्वा भौ भवति आम् भवि इति भौ भूत्वा तदनन्तरम् इकारः अपि अस्ति भवि भो भूत्वा भौ इति जायते खलु अधुना आदौ तु भू इति धातुः आसीत् तर्हि भव् इत्यस्यापि धातुसंज्ञा अस्ति वा इति प्रश्नः ओ अस्तु तत्र विकृतं जातं खलु तर्हि भव् इत्यस्य धातुसंज्ञा अस्ति वा अस्ति यद्यपि एकस्मिन् देशे विकृतं जातं किन्तु यथा भगिनी अत्र यत्र यत्र यत्र अनन्यवत् इति पश्यति एकदेशविकृतम् अनन्यवत् केवलं शुन पुच्छं विना यत् शुनकम् अस्ति तस्य तद् मनसि कल्पयतु तद्रूपं मनसि कल्पयतु प्रथमं पुच्छम् अस्ति शुनकस्य तत्तु शुनकमिति वदामः कोऽपि पृच्छति बालकः पृच्छति तत्र पौत्रः अस्ति वा भवत्याः पौत्रः पृच्छति मातामही अत्र एतत् किम् इति पृच्छति, भवती वदिष्यति एषः तु शुनकः इति वदति. अधुना तस्य पुच्छस्य छेदः जातः, भिन्नः चिह्नः पुच्छः तदा पुनः अन्यस्मिन् दिने सः एव बालकः पुनः पृच्छति मातामही एतत् किम् इति. भवती किं वदिष्यति? यद्यपि पुच्छं छिन्नं जातं तथापि शुनकः तु शुनकः अस्ति खलु, शुनकः इति एव वदिष्यति खलु. इति कृत्वा किञ्चित् विकृतं जायते चेत् अपि शुनकः एव अस्ति, तत्र आदौ एतस्य धातुः वा अङ्गं वा तदेव अस्ति, किन्तु प्रत्ययस्य यदा मेलनं भवति तदा तु भिन्नं रूपं भवति खलु. यत्र वयं भविष्यति इति योजयामः प्रत्ययस्य प्रत्ययेन सह योजनं भविष्यति पूर्णतया, भविष्यति भव् भू इत्यस्य भवि भव् इति जातं, तदनन्तरं भविष्यति अधुना जातम्, अधुना तस्य नाम किम् अस्ति धातुः इति वदामः वा? अधुना भिन्नः जातः, पूर्णतया विकृतं जातं खलु, एकदेशविकृतं नास्ति, पूर्णतया अत्र तु किं संज्ञा एव भू धातुसंज्ञा एव न तिष्ठति. अस्तु अस्तु अस्तु, तिङन्तम् अस्ति खलु. अस्तु तावदस्तु, धन्यवादः भगिनी. धन्यवादः.